नमस्कारः. अस्माकं समासवर्गे सर्वेषां स्वागतम्. अस्माकं प्रवर्तमानविषयः अस्ति बहुव्रीहि समासः इति. बहुव्रीहि समासस्य प्रभेदान् वयं दृष्टवन्तः गते सप्ताहे. समानाधिकरणबहुव्रीहि समासः, व्यधिकरणबहुव्रीहि समासः, नञ् बहुव्रीहि समासः एतावत्पर्यन्तं वयं प्राप्तवन्तः. अत्र किञ्चिदेव पुनस्मरणार्थम् अत्र बालसुब्रह्मण्यं महोदय वदति वा बहुव्रीहि समासः इत्युक्ते किम्? बहुव्रीहि समासः इति समासं द्वयोः पदयोः अन्यपदस्य प्राधान्यं यत्र अस्ति तत् समासः बहुव्रीहि इति उच्यते. सत्यं, समीचीनं महोदय. तर्हि अन्यपदार्थस्य प्राधान्यं, तर्हि प्राधान्यं कथं ज्ञायते? प्राधान्यं यदा यत् क्रियापदम् अनुसरति तदेव प्राधान्यम् इति. अनुसरति इति न वदामः, क्रियया सह यस्य अन्वयः अस्ति, यस्य सम्बन्धः अस्ति, अन्वयः अस्ति तस्य प्राधान्यम् इति वदामः. अस्तु, समीचीनं महोदय. तर्हि इदानीम् अत्र समानाधिकरणबहुव्रीहिसमासः अधुना वदति वा? समानाधिकरणबहुव्रीहिः पदयोः अपि समानाधिकरणमाधारः समानः भवति, अर्थबोधकत्वमपि समानः अस्ति. उदाहरणार्थं ऊर्ध्वं मूलं चलितमानसः, चलितं मानसं चलितमानसः उभयोः अपि विभक्तित्वं प्रथमविभक्ति अस्ति. चलितमानसः, चलितमानसः विग्रहवाक्यं वदतु. चलितं मानसं यस्य सः, यस्य सः चलितमानसः. मानसः इति पदं नपुंसकलिङ्गे अस्ति वा? मानसम् इति नपुंसकपदमेव. नपुंसकपदं वा? चलितं मानसं, मानसः इति पदम् इति पुल्लिङ्गे अस्ति, पुल्लिङ्गे अस्ति. अत्र पुल्लिङ्गे अपि अस्ति, नपुंसकलिङ्गे अपि अस्ति. अस्तु, यदि भवान् अत्र पुल्लिङ्गे इति नपुंसकलिङ्गे इति वक्तुमिच्छति वा, मानस् सकारान्तपदमस्ति चेत् यथा मनस् मनः इति भवति खलु, मानसः, मानसः चलितः पुल्लिङ्गे, मानसः चलितः यस्य सः इति वक्तुमिच्छति वा? अस्तु, मानसचलितः इति पदं त्यजतु इदानीम्, यतोहि अत्र लिङ्गं सर्वं न जानीमः, सन्दर्भं न जानीमः. संशयः इति संशयः यस्य सः, यस्य संशयः छिन्नः सः इति. तत्र वस्तुतः छिन्नः संशयः यस्मात् सः, यस्मात् सः तत्र अत्र विषयः कः इति चेत् समानाधिकरण्यम् अस्ति. छिन्नः अपि च संशयः तयोः समानाधिकरण्यम् अस्ति, अतः समानाधिकरणबहुव्रीहि समासः. यतोहि संशयः इति पदस्य विशेषणमस्ति छिन्नः, तर्हि समानाधिकरण्यमस्ति उभयोः पदयोः. अस्तु, समीचीनम्. अस्तु, अग्रे अत्र अरुणा भगिनी अत्र व्यधिकरणबहुव्रीहि समासस्य समासः कः इति वदति वा? अरुणभगिनी अस्ति वा? अस्तु अत्र विजयं क्षम्यतां भगिनि मयूटमे अस्ति व्यधिकरणसम बहुव्रीसमासे द्वयोः पदयोः विभक्तिः भिन्नं भवति ततः समास समस्तपदं व्यधिकरण बहुव्रीः इति वदन्ति उदाहरणार्थं चक्रपाणिः चक्रं पाणौ यस्य सः चक्रपाणिः अत्र पूर्वपदं चक्रं प्रथम एकवचनं पाणौ सप्तमी एकवचनं तत्र भिन्नविभक्तिः अस्ति द्वयोः पदयोः ततः नामकरणं व्याधिकरण बहुव्रीः इति समीचीनम् यत्र पूर्वपदम् उत्तरपदं तयोः समानाधिकरणीयं नास्ति समानविभक्तिकत्वं नास्ति एकार्थबोधकत्वं नास्ति अत्र भिन्नं भिन्नं पदमस्ति भिन्नं भिन्नं पदमस्ति चक्रमिति पदं भिन्नं पदं पाणिः इति पदं भिन्नं पदं तयोः विभक्तिः अपि समाना नास्ति तर्हि तादृशसन्दर्भे व्यधिकरणबहुव्रीहिसमासः इति वदामः अस्तु अत्र चलितमानसम् इति उदाहरणं पुस्तके एव अस्ति खलु चलितं मानसं यस्य सः इति उदाहरणम् अत्र वस्तुतः मानसम् इति पदं मानसमिति पदं नपुंसकलिङ्गे एव स्वीकृतमस्ति तर्हि अत्र मानः इति नास्ति मानसं कथञ्चित् सकारस्य लोपः नास्ति मानसम् इति पदं मानसं चलितं मानसं यस्य सः अस्तु समीचीनं तर्हि अग्रे विजया भगिनी वदति वा नयि बहुभिः समासः कः विजया भगिनि अस्ति भगिनि तत्र तत्र अभिद्यमानः इति अभिद्यमानः इति रूपत्वे पदमस्ति उदाहरणरूपेण अधनः आदनः इति आगच्छति चेत् तत्र नादनः नादनम् इति रूपं निष्पन्नं तत्र नादनम् इति अधनम् तर्हि अत्र नञ् बहुव्रीहिसमासे पूर्वपदं न इति अव्ययम् अस्ति उत्तरपदं सुबन्तं पदं न इति अव्यये अकारस्य लोपः भवति नकारस्य लोपः भवति अकारः अवशिष्यते तर्हि यदि यत्र उत्तरपदं धनम् इति अस्ति न धनं तर्हि नकारस्य लोपः अधनं तर्हि तस्य विग्रहवाक्यमस्ति अविद्यमानं धनं यस्य सः अधनः इति तादृशपुरुषः यस्य पार्श्वे धनं नास्ति अधनः इति समस्तपदम् अस्तु अपि च तत्र समीचीनं भगिनि अपि च तत्र बहुव्रीहिसमासस्य विषये केचन नियमाः सन्ति पुनः अत्र तस्मिन् विषये किञ्चित् चिन्तनं कुर्मः नियमाः अत्र राजी भगिनी वदति वा के नियमाः पुनः वदतु बहुव्रीहिसमासस्य नियमाः सन्ति खलु नियमाः केपि नियमाः बहुव्रीहिसमासे एकः नियमः साधारण बहु एकनिमिषं भगिनि समानाधिकरण करण बहुव्रीहिसमासे प्रथमपदम् अपि च उत्तरपदम् उत्तरपदं प्राधान्यं न भवति तत्र अन्यपदार्थप्राधान्यः भवति ततोपि तत्र समानाधिकरणमपि अस्ति एकार्थबोधकत्वमपि अस्ति तत् समासः बहुव्रीहिसमासः तदनन्तरं व्यधिकरणबहुव्रीहिसमासः व्यधिकरणबहुव्रीहिसमासे द्विपदं समासस्य पदद्वये एकार्थबोधकत्वमपि नास्ति समानाधिकरणमपि नास्ति प्रथमपदं प्रथमाविभक्तिरूपं प्राप्नोति द्वितीयपदं सप्तमीरूपं प्राप्नोति द्वितीयपदं सदा शरीरस्य भागः अस्ति. विरलतया प्रथमपदं सप्तमी विभक्तिरूपं प्राप्नोति, द्वितीयपदं प्रथमविभक्तिरूपं प्राप्नोति, तत्तु विरलतया एव. नञ् बहुव्रीही समासे समासस्य प्रथमपदं समासस्य पदं नञ् प्रभृतेः इति वयं चिन्तयामः. नञ् नञ् बहुव्रीही समासे यदि विग्रहवाक्य यदि वाग्य वाग्यविचारे स्वरपदम् अच् प्रत्ययस्य पदम् आगच्छति चेत् तत्र नुट् आगमः भवति. नुट् आगमः भूत्वा अन् इति आगच्छति. हल् हल् पदं प्रथमः वर्णः अस्ति चेत् तत्र अकारः एव आगच्छति. ततः धनम् इत्यस्य पदे अधनः इति आगच्छति. अनुदिनम् अनपत्य इति पदे अन् इति नुट् आगमः भूत्वा अनपत्य इति नै तत्पुरुषसमासः आगच्छति. हा, समीचीनं भगिनि, बहु सम्यक्. सामान्यनियमः के इति उक्तवती, सम्यक्, बहु सम्यक्. तर्हि अत्र मेहुल् महोदय स्मारयति वा विशेषनियमः के? भगिनि एक प्रश्नः अस्ति अत्र, किं वदति तत् लुट् लुट् न लुट् कथम् आयाति? लुट् प्रत्ययम् उपयोगेन लुट् नास्ति, लुट् नास्ति, नुट् नुट् इति आगमः. नुट् नुट् अस्तु, नुट् नुट् आगमे तत्र टकारस्य नुट् न लुट् अस्तु. तर्हि नकारः तत्र नुट् इति नकारः एव अवशिष्यते. टकारस्य लोपः, अकारस्य अपि लोपः, नकारः अवशिष्यते तत्र नुट्. अतः एव अनपत्यम् इति उक्तवती खलु. अन् इति श्रूयते, नकारः मध्ये अस्ति खलु. नञ् इति अव्ययस्य अनन्तरं यः नकारः अस्ति सः नकारः नुट् आगमः अस्ति. अतः अनपत्यम् इति तादृश उदाहरणम् अस्तु. अत्र मेहुल् महोदय स्मारयति वा? न महोदय, अहं केवलम् एतदेव स्मारयामि यत् तत्र पदद्वयमस्ति, पदद्वयस्य अपि तत्र क्रियायाः सह अन्वयः नास्ति, अन्यत् पदार्थप्रधानः अस्ति इति एव. अस्तु अस्तु अस्तु, सरला भगिनी स्मारयति वा? भगिनि मम पदे ध्वनिः अस्ति, परन्तु वदामि. विशेष नियमाः सन्ति. पूर्वपदस्य भाषितपुंसकपदम् अस्ति, तत् पुमद्भावः भवति तस्य. यदि उत्तरपदे आकारान्त पदम् अस्ति स्त्रीलिङ्ग, समस्तपदे निर्माणं तस्य अकार भवति. समस्तपदे यदि नपुंसक पुल्लिङ्ग विवक्षा अस्ति. द्वितीयनियमः भवति यदि उत्तरपदे इकार ह्रस्व इकार वा ह्रस्व उकार अस्ति तथैव तिष्ठति समस्तपदे. तृतीयम् अस्ति यदि दीर्घ इकार उत्तरपदे अन्ते दीर्घ इकारात् दीर्घ उकारान्त ऋकारान्तपदम् अस्ति तत्र प्रत्यय योजयामः, यथा पत्नी पत्नीक भवति इति. अहं चिन्तयामि तत् एव. अपि महा यदि महत् प्रातिपदकम् अस्ति त्रिशूलिङ्गे शूलक व्यस्तप्रयोगे महान् महान् कायः, महत् फलं वा महती चर्चा इति अस्ति, किन्तु समस्तपदे सदा आकारम् आगच्छति, महा इति भवति. सम्यक् सम्यक्, बहु समीचीनं. तर्हि तथैव अस्ति इत्युक्ते अत्र पूर्वपदं अत्र स्त्रीलिङ्गे अस्ति चेत् तत्र पूर्वपदं स्त्रीलिङ्गपदम्. अत्र समासनिर्माणार्थं पश्यामः पूर्वपदं कीदृशपदम्. यदि स्त्रीलिङ्गपदम् अस्ति अपि च भाषितपुंस्कपदम् इत्युक्ते त्रिषु लिङ्गेषु अपि रूपाणि भवन्ति चेत् तत्र वयं तस्य पुंवद्भावं कुर्मः. पुंवद्भावः इत्युक्ते तत्र पुल्लिङ्गवत् रूपं भवति, स्त्रीलिङ्गपदस्य पुल्लिङ्गवत् रूपं, पुल्लिङ्गप्रातिपदिकं स्वीकृत्य पद समासस्य निर्माणं भवति. तत् प्रथमः नियमः. अनन्तरम् उत्तरपदं, कुत्रचित् ध्वनिः अस्ति. पुष्पा भगिनी, क्षम्यतां भगिनि, म्यूट् कुर्मः. अस्तु. अनन्तरं यदि उत्तरपदं स्त्रीलिङ्ग आकारान्तपदम् अस्ति चेत् तस्य ह्रस्वत्वं भवति समासे. तद् द्वितीयः नियमः अस्ति. तदनन्तरं तृतीयः नियमः, यत्र उत्तरपदं दीर्घ इकारान्तः, दीर्घ उकारान्तः अथवा ऋकारान्तः अस्ति चेत् तत्र कप्रत्ययं योजयामः. यत्र पुल्लिङ्गे समासं कर्तुम् इच्छामः तत्र कप्रत्ययं योजयामः. तदनन्तरं यत्र उत्तरपदं ह्रस्व इकारान्तः, ह्रस्व उकारान्तः अस्ति चेत् तथैव तिष्ठति, किमपि परिवर्तनं नास्ति. अनन्तरं यथा कर्मधारयसमासस्य विषये दृष्टवन्तः तथैव अत्रापि महत् इति शब्दः अस्ति चेत् तत्र तकारस्य स्थाने आकारः योजयामः, महान् इति भवति. महत्बलं यस्य सः, महाबलम् इति अथवा महाबलः अथवा महाबला इति तादृशसमस्तपदानि भवन्ति. स्पष्टं वा? भगिनी चतुर्थः नियमः कृपया पुनः वदति वा? उत्तरपदं ह्रस्व उकारः ऋकारः अस्ति वा? उत्तरपदं ह्रस्व इकारः अथवा उकारः, ऋकारः नास्ति. अस्तु, इकारः अथवा उकारः. अस्तु, धन्यवादः. तत्र परिवर्तनं किमपि न भवति. अस्तु. अपि च गते सप्ताहे अस्माकं चर्चा आसीत् खलु वीणापाणौ, संशयः एकः, भाषित पुंवत् भाषित इत्युक्ते तत्र किं भगिनि? भाषित इत्युक्ते तस्य नामकरणमस्ति. भाषितपुंस्कः इत्युक्ते तस्य रूपाणि भाषायां त्रिषु लिङ्गेषु अपि भवन्ति चेत् तस्य भाषितपुंस्कम् इति वदामः. अस्तु भगिनि, धन्यवादः. अस्तु. तर्हि अत्र गते सप्ताहे अत्र अस्माकं चर्चा आसीत् वीणापाणौ यस्याः सः, यस्याः सा इति पदं. तत्र समस्तपदे वीणा पाणी इति दीर्घ इकारान्तः भवति वा, ह्रस्व इकारान्तः भवति वा इति प्रश्नः आसीत्. अत्र वीणापाणिः इति ह्रस्व इकारान्तः एव भवति, न तु दीर्घ इकारान्तः. तत्र ह्रस्वः एव तिष्ठति. अपि च अन्यः प्रश्नः आसीत् प्रथमा विभक्तिः इति पदं समस्तपदं वा इति प्रश्नः. प्रथमा विभक्तिः इति पदं समस्तपदम् एव, कर्मधारयसमासः अस्ति, विशेषणपूर्वपदकर्मधारयसमासः. तदनन्तरं प्रश्नः आसीत् किमर्थं तत्र किमर्थं पुंवद्भावः नास्ति इति प्रश्नः आसीत्. यतोहि तत्पदं पूर्णप्रत्ययान्तशब्दः अस्ति. यत्र वयं वदामः प्रथमः, द्वितीयः, तृतीयः, चतुर्थः, पञ्चमः, एतानि सर्वाणि एते सर्वे पूर्णप्रत्ययान्तशब्दाः. अतः यत्र पूर्णप्रत्ययान्तशब्दः अस्ति तत्र पुंवद्भावः न भवति. अतः प्रथमा विभक्तिः इत्येव तिष्ठति. अथवा अत्र पञ्चमी भार्या यस्य सः इति वदामः चेत् तत्र पञ्चमी भार्यः इत्येव भवति. पञ्चमी भार्या यस्य सः, तर्हि भार्या इति आकारान्तपदमस्ति, तस्य ह्रस्वत्वं भवति. पञ्चमी इति स्त्रीलिङ्गपदमस्ति. भाषितपुंस्कः, यतोहि पञ्चमं पञ्चमी इति त्रिषु लिङ्गेषु अपि रूपाणि भवन्ति, तथापि अत्र भाषितपुंस्कः पदम् अस्ति, तथापि तत्र पुंवद्भावः न भवति, यतोहि पूर्णप्रत्ययान्तशब्दः अस्ति. अतः यत्र पूर्णप्रत्ययान्तशब्दः पूर्वपदे अस्ति तत्र पुंवद्भावः न भवति. अत्र त्रिषु लिङ्गेषु भवति वा इति पदं? हा, पञ्चमी भार्यः इति पुल्लिङ्गे अस्ति, पञ्चमी भार्या इति स्त्रीलिङ्गे, पञ्चमी भार्यम् इति नपुंसकलिङ्गे. इति भवितुम् अर्हति. तत्र तस्य अर्थः सङ्गच्छते वा इति द्रष्टव्यम्. भगिनि, सर्वे सङ्ख्यावाचकपद पदानि यदि अत्र फस्ट् क्लास् इति वदामः चेत् तत्र फस्ट् सेकेण्ड् थर्ड् इति तत्र पूर्णप्रत्ययान्तशब्दः अस्ति खलु. फस्ट् सेकेण्ड् थर्ड् फोर्थ् तत्सर्वं पूर्णप्रत्ययान्तशब्दः. परन्तु एकं द्वे त्रीणि चत्वारि पञ्च षड् एतानि पदानि पूर्णप्रत्ययान्तकपदं नास्ति, परन्तु सङ्ख्यावाचकपदमस्ति खलु. तर्हि अत्र तु पूर्णप्रत्ययान्तशब्दस्य एव विषयः अस्ति. यथा प्रथमा द्वितीयः, प्रथमः प्रथमा प्रथमं, द्वितीयः द्वितीया द्वितीयं, तृतीयः तृतीया तृतीयम् इति तादृशशब्दाः, तेषां कृते पुंवद्भावः न भवति इति विषयः. तत्र भगिनि सङ्ख्यावाचकपदं वयं कर्मधारयसमासे पठितवन्तः द्विगसमासः इति, अत्र अपि भवति वा द्विगसमासस्य प्रभावः अस्ति वा अत्र? हा, सामान्यतया तथा एव चिन्तयामः. परन्तु अत्र कर्मधारयसमासस्य विषये विशिष्टसूत्रमस्ति तदर्थं. यत्र शब्दः प्रथमा इति शब्दः अस्ति तत्र कर्मधारयसमासः भवति इति सूत्रमस्ति. तदर्थं तत्र कर्मधारयसमासः भवति, न तु द्विगुः. नो चेत् तत्र द्विगुः अपि द्विगु, यतोहि सङ्ख्यावाचकपदमस्ति अतः द्विगु इति चिन्तयितुं शक्नुमः. परन्तु अत्र अस्माभिः दृष्टं खलु, यत्र सङ्ख्या अस्ति तत्र द्विगुः इति नास्ति. यत्र सङ्ख्या अस्ति तत्र द्विगुः इति नास्ति, परन्तु यत्र द्विगुः अस्ति तत्र सङ्ख्या अस्ति. अस्तु, उल्टा. अतः तत्र द्विगुसमासस्य विषये किञ्चित् क्लेशः अस्ति एव भगिनि. अत्र यत्र सङ्ख्या पश्यामः तत्र सर्वत्र द्विगु इति वक्तुं न शक्नुमः. यथा अत्र सप्तऋषयः इति अस्ति खलु, सप्तऋषयः इति संज्ञापदमस्ति. तर्हि सप्तानां ऋषीणां समाहारः इति चिन्तयामः, यतोहि सप्त इति पदमस्ति. परन्तु तत्र समाहारः नास्ति, अत्र संज्ञापदम् इति कृत्वा तत्र कर्मधारयसमासः अस्ति. धन्यवादः. अस्तु, तर्हि अत्र अग्रे पुस्तकात् उदाहरणानि पश्यामः. अत्र अस्माकं पृष्ठसङ्ख्या अस्ति 39-1 पृष्ठे. अस्तु, अत्र पुष्पा भगिनी आरम्भं करोति वा? पुष्पा भगिनी अस्मि भगिनि, अस्मि भगिनि. अत्र अभ्यासः इति वदतल वदति तत् सत्यं, द्वन्द्वसमासः तत्र न अत्र पेज् 139. ओ, 139. अस्तु. अनन्तः अस्तु. एतेषु गीतावाक्येषु स्थूलाक्षरैः मुद्रितानां समस्तपदानां विग्रहवाक्यं लिखत. अस्तु. अनन्तः चास्मि नागानां वरुणो यादसामहम् यादसामहम् अनन्तः तत्तु अत्र अन् अस्ति अन्तः तत्र विद्यमानः अन्तः यस्य सः विद्यमानः वा विद्यमानः नै इति अस्ति अविद्यमानः न विद्यते अन्तः यस्य सः अनन्तः चास्मि नागानां वरुणो यादसाम्. अर्थः जानाति वा? सम्यक् न जानामि भगिनि. कोऽपि वदति वा? नागानाम् अहम् अनन्तः यादसाम् अहम् यदसां वरुणः इति विश्वरूप न न दशमे दशम अध्याये कृष्ण विभूतियोग विभूतियोगे सम्यक् तत्र नागानां सर्पाणां मध्ये अहम् अनन्तः अनन्तः इति सर्पः यादसाम् इत्युक्ते जलचराणां जलचराणां मध्ये अहं वरुणः वरुणदेवः जलचराणां तर्हि अग्रे पृष्टु पद्मा भगिनी वदति वा भगिनि यो मामजम् अनादिं च वेत्ति लोकमहेश्वरम् अत्र अनादिम् अविद्यमानम् आदि आदिं यश्च सः अनादिम् अनादिः न अविद्यमानः आदिः यस्य सः सः अर्थः कः आदि नास्ति यो मामजम् अनादिं च वेत्ति लोकमहेश्वरम् इति अस्ति अत्र अत्र वाक्ये वाक्यार्थं यो मामजम् महेश्वरः अनादि अस्ति सर्वविद्यानां वेत्ति अस्ति न न न अत्र विष्णु कृष्ण वदति विष्णु कृष्ण अनादि अस्ति सर्वविद्यानां वेत्ति अस्ति अत्र मेहुल् महोदय किं वदति अहं चिन्तयामि यत् कृष्णभगवान् वदति अहम् अजन्मा अस्ति अपि अहं अनादि अस्ति अपि च अहं लोकस्य महेश्वरं सर्वस्य ईश्वरः अस्ति यत् ये जनाः एतत् जानाति स एव अग्रिमे श्लोकमध्ये अस्ति ये एतत् सर्वं जानाति एते एव सर्वे ज्ञानी अस्ति इति मया रहस्यं जानाति सत्यम् अहम् अनादिः अस्मि अपि च मम जन्म मम जन्म नास्ति मम जन्म नास्ति तर्हि अजम् इति वदनेन जन्म अजम् इति अपि समस्तपदमस्ति वदति वा अविद्यमानः जन्मं यश्च सः जन्मम् इति भवति वा जन्म जन्म जन्म यश्च सः हा सत्यम् अस्तु भगिनि आदिः इति पदं पुल्लिङ्गः वा नपुंसकलिङ्गः वा आदि आदिः इति पदं पुल्लिङ्गे अस्ति आदिः अनादिं च वेत्ति इति कर्मपदम् अनादिं द्वितीय लोकमहेश्वरः हा लोकमहेश्वरः अपि अस्ति अजमपि नपुंसलिङ्गपदं महेश्वरमपि सर्व नपुंसलिङ्गपदं वा अथवा द्वितीयविभक्ति वा तत्र अजम् इति वा अजं अजमपि अत्र कर्मपदमिति भाति वा भगिनि कर्मपद अतः द्वितीयविभक्तिरूपं प्राप्य अत्र अत्र अस्ति वा? यथा यथा माम् अजम् अनादिं च वेति लोकमहेश्वरम् अनादिम् अपि च अजम् अजं कर्मपदं लोकमहेश्वरमपि कर्मपदम् यतोहि अत्र सम्पूर्णवाक्य सम्पूर्णश्लोकः नास्ति खलु अत्र, अतः सम्पूर्णतया अन्वयः कर्तुं न शक्नुमः, परन्तु हा तथा अस्ति. अतः यस्य सः एव आगच्छति पुल्लिङ्गरूपे एव विग्रहवाक्यं भवति. अजः अजः अजा अजम् इति त्रिषु लिङ्गेषु अपि रूपाणि भवन्ति भगिनि, परन्तु अत्र अजम् इति कर्मपदमस्ति, अतः अजः इति स्वीकृत्य अजम् इति कर्तुं शक्नुमः. अजः इत्यस्य कर्मपदम् अजम् इति द्वितीयविभक्तौ. भगिनि एकः प्रश्नः, अत्र वाक्ये अनादिं च वेत्ति वा वेत्ति लोकमहेश्वरं वा? अनादिं लोकमहेश्वरं च वेत्ति, सर्वं जानाति, सर्वं यः यस्य यः ज्ञानी अस्ति सः मां जानाति. कीदृशमाम् इत्युक्ते मम आदिः नास्ति, अहं लोकमहेश्वरम् अस्ति, तादृशमां जानाति. लोकमहेश्वरम् इत्यस्य इति अपि समस्तपदमस्ति, वदतु भगिनि पद्मभगिनी. लोकस्य अत्र लोकस्य महेश्वरम् अस्ति, महान् ईश्वरम् अस्ति अत्र. सत्यं कर्मधारयसमासं बहु समासं द्वयोः अस्ति न वा? वदतु प्रथमं किं वदति लोकस्य महेश्वरम् इति कीदृशसमासः? षष्ठी तत्पुरुषसमासम्. हा अनन्तरं महेश्वरः? महान् ईश्वरं. महान् ईश्वरः, महान् ईश्वरः, महान् एतद् द्वितीयविभक्तिः अस्ति. हा तत् सत्यं, महान् ईश्वरः तं. महान् ईश्वरः तं. तर्हि अत्र षष्ठी तत्पुरुषसमासः एव अस्ति. द्वितीया कथं? महान् ईश्वरः कीदृशसमासः? विशेषेण पूर्वपद सत्यं, विशेषणपूर्वपदकर्मधारयसमासः अस्ति. तर्हि षष्ठी तत्पुरुषसमासस्य गर्भे विशेषण कर्मधारयसमासः, हा विशेषणपूर्वपदकर्मधारयसमासः अस्ति. अस्तु समीचीनं भगिनि. अस्तु अत्र कर्म अत्र त्रीणि पदानि सन्ति, त्रीणि समस्तपदानि सन्ति, अजम् अनादिं लोकमहेश्वरम् इति. भगिनि अजं कथम् आगच्छति यथा जन् धातु तस्य नकारलोपः भवति, न जायते अज इति तत् उपपदसमास उपपदसमासः इति एव अस्ति भगिनि. अस्तु अविद्यमानं जन्म अत्र लोपः भवति, केवलं जकार आगच्छति, विकृतरूप स्वीकरणीय स्वरूप महोदय तस्य पत्रे दत्तमस्ति. किम् अजम् इत्युक्ते जन्मरहितम् एव खलु, अतः अजम् इत्युक्ते तत्र नन्दितत्पुरुष एव खलु? न अत्र अत्र अत्र पुरुषस्य विषये अत्र ईश्वरस्य विषये अस्ति खलु तत्र, तर्हि तत्र बहुव्रीहिसमासः न तु तत्पुरुषसमासः. तत्र बहुव्रीहिसमासः इत्युक्ते अजः यस्य नास्ति इति वा? अजः अविद्यमानः जन्म यस्य सः अविद्यमानं नपुंसकलिङ्गमस्ति, जन्म इति पदं नपुंसकलिङ्गे, अविद्यमानं जन्म यस्य सः तम् अजम्. एतदपि साध्यं खलु तत्र न अजम् न अजम् इति अजम् न अजम् इति अजम् तत्र नन्दिपुरुष नन्दि तत्पुरुष साध्यं नास्ति वा अस्मिन् वाक्ये? साध्यं नास्ति, अन्यत्र भवितुम् अर्हति, परन्तु न अजम् इत्युक्ते तत्र अजम् इति तत्र नपुंसकलिङ्गे वक्तुम् इच्छति खलु, न न जन्म अजन्म इति वदति, परन्तु तत्र नै तत्पुरुषसमासस्य विषये वदति. हा, ततः वक्तुं शक्नोति, परन्तु तत्र भिन्नविवक्षायाम् अस्मिन् वाक्ये नास्ति. अस्मिन् वाक्ये तु बहुव्रीहिसमासः. न जन्म इत्युक्ते तत्र हलादिः इति तत्र आगच्छति, अतः न जन्म पुरुषसमासः अजन्म अजन्म इति. यत्र यत्र वयं वदामः ब्रह्मजः इति वदामः खलु, ब्रह्मजः, तर्हि ब्रह्मणः जायते इति ब्रह्मजः इति वदति, तर्हि ब्रह्मणः जायते इति ब्रह्मजः, तर्हि तत्र उपपदसमासः अस्ति, परन्तु अत्र पूर्व उपपदं नास्ति, उपपदमेव नास्ति अत्र, केवलं जः इति, जः इत्युक्ते जायते, अतः तत्र अजन्म अविद्यमानः अविद्यमानं जन्म यस्य सः अजन्म अजम अजम् अजम् इति पदम् अस्तु. तर्हि अत्र सरला भगिनी अग्रे वदति वा? अनिकेतः स्तरम् अस्ति भक्ति भक्तिमान् मे प्रियो नरः. अनिकेत अत्र अपि नै बहु प्रवि समासः अस्ति. अविद्यमाननिकेतः यस्य सः अनिकेतः भवति. अत्र निकेतः इति तस्य अर्थं भवति अत्र यस्य यः असक्तः नास्ति विषयान् प्रति, यः सक्तः नास्ति तद् भवति अनिकेतः. अनिकेतः स्तरम् अति भक्तिमाने प्रियो नर. पूर्वं पूर्व यदि श्लोकः श्लोकं पश्यामः तदसि तुल्यनिन्दा स्तुतुर्मौनि सन्तुष्टो येन केनचित् अनिकेतः स्तरमस्ति भक्तिमाने प्रियो नरः. सो यः मनुष्यः निन्दा स्तुतो द्वौ मध्ये स्थिरमस्ति सन्तुष्टरस्ति एकसमानस्थिति स्थापयति अपि विषयान् प्रति असक्तः अस्ति सः नरः मां प्रिय अस्ति भगवान् वदति. तस्य मतिः स्थिर भवति मम भक्त्यां प्रति. सत्यं सत्यं, समीचीनं भगिनि, समीचीनं. तर्हि अनिकेतः इति तत्र निवासः इति अर्थः, अनिवासः इति अर्थः, निवासः यस्य निवासः नास्ति. अस्तु, अग्रे जगन्नाथ महोदय अस्ति वा भगिनि? न, एकक्षणं भगिनि, अरुणभगिनी वदतु. निकेतः इत्युक्ते निवासः. धन्यवादः. हा, विजया भगिनि. तत्र स्थिरमतिः इत्युक्ते निश्चल मतिः इति, एतत् समीचीनमेव तत्र, परन्तु तत्र अनिवासः इति किञ्चित् क्लेशः अस्ति खलु तत्र. भगवान् किमर्थं तत्र एतत् विषये उक्तवान् इति भ्रमः अस्ति तत्र. हा, कोऽपि अत्र भगवद्गीतायाः विषये वदतु. निवासः अस्ति चेत् किं तत्र किं यत्र यत्र ममता वा तस्य स्थानम् अस्ति तत् निवासः इत्युक्ते यथा पुत्र अस्ति माता तस्य पुत्रं प्रति आसक्तिः अस्ति, तस्य निकेत इति भवति पुत्रः. सो पुत्र आसक्तिः यस्मिन् अस्ति तत् भवति निकेतः स्थानम् इति भवति. यत्र ममकारम् अस्ति, यत्र ममता अस्ति, यस्मिन् विषये ममता अस्ति, अत्र स्थिरमतिः इति, स्थिरमतिः इति अपि वदतु भगिनि, सरला भगिनि. स्थिरमतिः इति भवति स्थिर कर्मधारय मतिः शब्दस्य स्थिरम् इति भवति विशेषणं. मतिः यस्य स्थिर अस्ति सः. अत्र अत्र कीदृशसमासः बहुव्रीहि तृतीय स्थिरमति येन सह इति भवति बहुव्रीहि तृतीयतत्व तृतीय अर्थ मानाधिकरणं बहुव्रीहिसमासः. हा अत्र पुनः वदतु विग्रहवाक्यं. स्थिरं मतिः, मतिः इति कीदृशशब्दः. मतिः स्त्रीलिङ्ग, स्थिरा मतिः, स्थिरा मतिः येन सह. कथं येन सह? स्थिर इति यस्य सह, यस्य सह स्थिर इति तत्र यत्र अत्र अन्तरूपं तत्र स्थिर इति धातु स्था इति धातुः खलु, स्था इति धातुः अकर्मकः अस्ति, अतः तत्र येन सह इति न भवति, स्थिरः मतिः यस्य सह, यस्य सह, यस्य सह. अस्तु समीचीनम्. अग्रे जगन्नाथमहोदय अस्ति वा? यदि मां यदि मां प्रतीकारम् अशस्त्रं शस्त्रपाणयः, अशस्त्रम् इति नै बहुव्रीहिः स तत्पुरुषः. अविद्यमान शस्त्रम् अविद्यमानं शस्त्रं यं सः वा यस्य सः, यस्य सः विद्यमानं शस्त्रं यस्य सः अशस्त्रम्, अशस्त्रम्. अत्र माम् अप्रति इकारं वा कथं विभजनं कुर्मः? माम् अप्रति अप्रतीकारम्, अप्रतीकारं दीर्घमस्ति तत्र. अत्र प्रति इति उपसर्गः, कृ इति धातुः, कृ इति धातुः, तत्र विशिष्टसूत्रेण तत्र प्रति इत्यस्य दीर्घत्वं भवति, प्रतीकारः. माम् अप्रतीकारम् इति वयं नयामः चेत् तदपि नैव. महोदय वदति इदानीं भगिनि. माम् अप्रतीकारं यस्य अविद्यमान प्रतीकारं यस्य सः इति, किन्तु प्रतीकारं किम् इति अहं न जानामि. प्रतीकारम् इत्युक्ते सहायं खलु, प्रतिक्रियावद्वा. सत्यं, प्रतीकारमित्युक्ते सहाय सहायम्. अस्तु. अपि च तत्र शस्त्रपाणयः, शस्त्रपाणयः पाणौ शस्त्रं यस्य सः शस्त्रपाणयः, शस्त्रं पाणौ शस्त्रं पाणौ येषां ते, शस्त्रपाणयः समीचीनं. शस्त्रं पाणौ येषां ते कीदृशसमासः? इदानीमेव द्रष्टुं व्यधिकरण बहुव्रीहि सत्यं व्यधिकरणबहुव्रीहिसमासः यतः शस्त्रमिति भिन्नं पदमस्ति आणिः इति हस्तः भिन्नं पदमस्ति अतः द्वयोः समानविभक्तिकत्वं नास्ति समानाधिकरण्यं नास्ति अस्तु समीचीनं महोदय अग्रे बालसुब्रह्मण्य महोदय वदति वा अर्थः वदतु महोदय अर्थः वदति वा शस्त्रपाणेः बुद्धम् अशस्त्रम् अशस्त्रम् इत्युक्ते शस्त्रहीनः आयुधरहितः इत्युक्ते तत्र अर्जुनः वदति खलु कोऽपि वदतु अर्थः कः अहं वदामि वा वदतु अर्जुनः वदति यदि अहं किमपि विरोधं न करोति अपि च यदि अहं यदा अहं किमपि शस्त्रहस्ते न धारयामि तदा एव धृतराष्ट्रस्य पुत्राः मम मया हन्यति इति भवेत् अस्ति चेत् समीचीनं किमर्थम् इत्युक्ते सः युद्धार्थं युद्धकृतं न इच्छति अतः सः वदति पुनः वदतु महोदय पुनः वदतु अर्जुनः युद्धस्य कृते न इच्छति अतः सः वदति यदा अहं किमपि विरोधम् अप्रतिकारम् इत्युक्ते किमपि विरोधं न करोमि अपि च मया हस्ते किमपि शस्त्रं न भवेत् तदा यदि धृतराष्ट्रस्य पुत्राः मया हन्तति मम हत्यां करोमि चेत् समीचीनं भवति अतः यतोहि अहं युद्धं कर्तुं न इच्छामि इति सः कृष्णं वदति सत्यं घ्नति घ्नन्ति घ्नन्ति इति बहुवचनान्तरूपं हन्धातोः घ्नन्ति अस्तु अवगच्छति वा पुष्पाभगिनी क्षम्यताम् पुष्पभगिनी अवगतं वा एकवारं वदतु मया न कृष्णः युद्धम् अर्जुनः क्षम्यताम् अर्जुनः युद्धं कर्तुं न इच्छति अतः सः वदति यदि अहं रणक्षेत्रे किमपि अस्त्रं किमपि न स्वीकृत्य शस्त्रं किमपि न स्वीकृत्य तत्र निरायुधं तत्रैव भावामि यदि धृतराष्ट्रस्य पुत्राः ते आगत्य मां हन्युः यदा ते मम हतं कुर्वन्ति तदा मम एव क्षेममस्ति यतोहि सः युद्धं न कर्तुम् इच्छति अतः सः वदति युद्धं न कर्तुम् इच्छति तस्य किमर्थं न कर्तुम् इच्छति यदि न करोमि चेदपि तत्र मम विरोधी मां हन्युः तथापि मम क्षेममेव इति वदति यतोहि ये जनाः मम पुरतः सन्ति ते मम बान्धवाः अतः बान्धवान् हन्तुं न इच्छामि अहं अतः अहं तथा वदति सः तावदेव अस्तु बालसुब्रह्मण्य महोदय जन्म बन्धभिनुर्मुक्ताः पदं गच्छन्ति अनामयं प्रथमः जन्म बन्धात् विनिर्मुक्ताः याः ते पुनः वदतु जन्म जन्म बन्धात् विनिर्मुक्ताः अत्र चत्वारि पदानि सन्ति खलु पदद्वयं पदद्वयं स्वीकृत्य वदतु यत्र बहूनि पदानि सन्ति समासे तत्र सामान्यतया पदद्वयं पदद्वयं स्वीकृत्य समासं कुर्मः जन्म बन्धं सो जन्म बन्ध वि निर्मुक्ताः मुक्ताः जन्मबन्ध तत्र कीदृशसमासः अस्ति जन्मस्य बन्धः नकारान्तशब्दः अस्ति. जन्मेन बन्ध जन्मेन बन्धः भगिनि जन्म इति स्त्रीलिङ्ग इति वदतु न. जन्म इति स्त्रीलिङ्ग नास्ति भगिनि. जन्मन् जन्मन् जन्मन् जन्मनि बन्धः जन्म बन्धः सः अत्र नकारान्तः किल महोदय. जन्म इति तत्र जन्म इति पदं नकारान्तपदमस्ति. जन्मन् पुल्लिङ्गे अपि अस्ति, नपुंसकलिङ्गे अपि अस्ति. पुल्लिङ्गे नकारान्तपदं जन्म बन्धं जन्मनि बन्ध. अत्र तु जन्म एव बन्धः, जन्म एव बन्धः, जन्मबन्धः, जन्म एव बन्धः, जन्मबन्धः. अत्र अवधारणया पूर्वपद अवधारणापूर्वपदकर्मधारे समासः जन्मबन्धः इति. तदनन्तरं अस्ति वा जन्मनि बन्धः न जन्म एव बन्धः. अत्र अत्र अस्मिन् श्लोके कथं अन्वयः इति चेत् जन्म एव बन्धः, जन्मबन्धः. तदनन्तरम् इदानीम् अत्र विनिर्मुक्तः इति पदमस्ति. तर्हि तत्र कीदृशसमासः किं प्राग्समासः उपसर्गपूर्वात् मुक्तः इति अस्ति चेत् तत्र प्रादिसमासः अस्तु. अनन्तरम् इदानीं चत्वारि पदानि सन्ति खलु, पञ्चपदानि सन्ति. जन्मबन्धात् यत्र उत्तरपदे तान्तरूपमस्ति, तत्र सामान्यतया तृतीया तत्पुरुषसमासः भवति. विनिर्मुक्तः इति पदं तान्तरूपम् अस्ति, अतः तत्र पूर्वपदं तृतीयान्तं भवति. अतः तृतीयान्तं विनिर्मुक् न प्रथमं तत्र याः ते जन्मबन्धेन विनिर्मुक्तः इति समस्तपदमस्ति. सामान्यतया प्रथमविभक्तौ एव कुर्मः. तदनन्तरं तत्र ते जन्मबन्धेन विनिर्मुक्तः ते जन्मबन्धात् न भगिनि जन्मबन्धात् इति नास्ति भगिनि. यतोहि उत्तरपदे सामान्यतया तत्र तान्तरूपम् अस्ति चेत् पूर्वपदं तृतीयाविभक्तौ भवति. धन्यवादः. अथवा जन्मबन्धेन विनिर्मुक्तः ते नियमः भगिनि तत्र उत्तरपदे अस्ति चेत् तत्र नियमः एव तृतीया एव प्रथमम् आगच्छति इति. यत्र उत्तरपदे कृदन्तपदम् अस्ति, यत्र उत्तरपदे कृदन्तपदं तान्तरूपम् अस्ति, तत्र पूर्वपदे तृतीया तत्पुरुषसमासः भवति. पूर्वपदं तृतीयान्तं भवति. धन्यवादः. विशेष विमुक्ताः किं विग्रहवाक्यं कर्तव्यं कुत्र विमुक्ताः इति प्रादिसमासः. तत्र विशेषतया निर्मुक्ताः इति प्रादिसमासस्य विषये तत्र बहूनि उदाहरणानि न सन्ति भगिनि. तत्र विग्रहवाक्यं कथं करणीयम् इति, अतः ममापि बहु स्पष्टता नास्ति अत्र विग्रहवाक्यं कथं भवति इति. परन्तु तत्र वि इति उपसर्गः अस्ति चेत् विशिष्ट इति अर्थं. निर् इत्युक्ते तत्र एतत्र निर्मक्षिका इति वदामः चेत् अभावः, अभावार्थे अस्ति निर् इति पदम्. अतः अत्र उपसर्गपूर्वकः अस्ति इति प्रादिसमासः विग्रहवाक्यम् इति इदानीं स्पष्टता नास्ति मम अपि कथं भवति विग्रहवाक्यम् इति. परन्तु अत्र तृतीया तत्पुरुषगर्भ प्रादिसमासः अस्तु. अस्तु पदं गच्छन्ति अनामयम् अनामयम् अविद्यमानः आमयं यम् सत्यम् अविद्यमानः आमयः यस्य सः अपि च अत्र किम् अस्ति इति चेत् तत्र विनिर्मुक्तः मुक्तः इति पदं तान्तरूपम् अस्ति तान्तरूपं दान्त उपसर्गपूर्वकः तान्तरूपं तत्र विशेषविग्रहवाक्यं प्रायः किमपि न भवति तत्र मुक्तः इति पदं यत्र उपपदसमासः अस्ति अथवा तादृशसमासः अस्ति चेदेव विग्रहवाक्यं स्पष्टतया भवति यदा सुजनः अथवा शोभनः तादृशमस्ति चेत् तत्र विग्रहवाक्यं सम्यक् भवति. परन्तु अत्र मुक्तः इति पदमस्ति समासः अस्ति परन्तु विग्रहवाक्यं कुत्रापि न दृष्टं मया कथं भवति इति. समस्तपदमस्ति परन्तु विग्रहवाक्यं नास्ति किल. विग्रहवाक्यं प्रायः स्यात् परन्तु कुत्रापि न दृष्टं कथं भवति विग्रहवाक्यम् इति अतः एतत्र शोभनः पुरुषः इति वदामः चेत् सुपुरुषः शोभनः जनः सुजनः इति तादृशं सर्वम् अस्ति. परन्तु यत्र तान्तरूपम् अस्ति उपसर्गपूर्वकः अस्ति तत्र प्रादिसमासः इति दृश्यते यतोहि प्रादयः अस्ति प्रादयः सन्ति एव परन्तु तत्र विग्रहवाक्यं निर् इति अस्ति अथवा वि इति अस्ति चेत् तत्र विग्रहवाक्यं कथं भवति इति न दृष्टं कुत्रापि. अस्तु अस्तु अविद्यमानः आमयः यस्य सः अथवा यस्मिन् तत् यतोहि आमयम् इति अत्र आमयम् इति पदं अत्र कस्य विशेषणमस्ति अनामयम् इति पदम् पदम् इत्यस्य विशेषणमस्ति. आमयम् इति वदनेन अर्थं किम् आमयः इत्युक्ते रोगः अतः अनामयम् इति पदं पदम् इति पदस्य विशेषणमस्ति. पदम् इति नपुंसकलिङ्गे अस्ति अतः अनामयम् इत्यपि नपुंसकलिङ्गे अस्ति पदम् अर्थः वदति वा जन्म संसारबन्धनात् मोचनं कृत्वा अनामयं पदं गच्छन्ति जन्मबन्धाद् विमोचनजनाः अनामयं पदं गच्छन्ति इत्युक्ते व्याधिशून्यं स्थानं पदम् इत्युक्ते स्थानं व्याधिशून्यं स्थानं गच्छन्ति इति अर्थः अस्तु समीचीनम् अग्रे अरुणा भगिनी कथं करोति वा महोदय अनपेक्षः क्वचित् गच्छः उदासीनो गतव्यथः अनपेक्षः अविद्यमानः अपेक्षः अनपेक्षः नञ्च बहुव्रीहि समासः चिचिर्गच्छः इव दक्षः अहं न जानामि. शुचिदक्ष शुचिर्दक्षः तत्र तत्र किं वदति? प्रथमतया समासः अस्ति वा? अहं न जानामि, न अवगतम्. अत्र कोऽपि साहाय्यं करोतु. विजया भगिनी वदतु. अनपेक्षः इति उक्तं खलु? अनपेक्षः इति उक्तं, तत्र अविद्यमानः अपेक्षः यस्य सः इति उक्तं. शुचिर्दक्ष इति समस्तपदमस्ति वा? शुचिः इति इकारन्त स्त्रीलिङ्गपदमस्ति, दक्षः इति पुल्लिङ्गपदमस्ति, अतः शुचिदक्षः शुचिदक्षः यस्य सः इति आगच्छति, बहुवीर्घिसमासः. शुचिः दक्षः यस्य सः इति वा? तत्र दक्ष शुचिः च दक्ष च इति. दुषिः शुचि न शुचिः च दक्षः च इति चेत् तत्र द्वन्द्वसमासः इति वदति वा भगिनि? या किन्तु तदपि न सङ्गच्छते, कारणकि एक द्विवचने नास्ति खलु. आम् हा, अतः तत्र भिन्नौ पदौ भिन्ने पदे स्तः. अत्र शुचिः इति भिन्नं पदं, दक्षः इति भिन्नं पदं, समस्तपदं नास्ति. समस्तपदं नास्ति नास्ति अस्तु. व्यधिकरण बहुव्रीहिसमासः भवितुम् अर्हति किल? शुचेः दक्षं शुचेः दक्षः इति भवती एव नियमः उक्तवती खलु. सामान्यतया तत्र शरीरस्य अवयवः अस्ति चेदेव व्यधिकरणम् इति उक्तवती खलु. दक्ष हा सत्यं सत्यं, समीचीनं भगिनि, चिन्तनं समीचीनम्. अतः सम्यक् एव भवती तु उक्तवती समीचीनमेव, परन्तु चिन्तनार्थम् अहमपि उक्तवती. तत्र सामान्यतया शरीरस्य अवयवः अस्ति चेदेव भवति खलु, अत्र न भवति इति. हा अत्र हा शुचिर्दक्ष इति वदनेन कष्टं किम् आगच्छति? शुचिः इत्युक्ते शुद्धम् इति अर्थः भगिनि. शुद्धः दक्ष दक्षः इत्युक्ते चतुरः चतुरः शुद्धः चतुरः उदासीनः. अस्तु, गतव्यतः इति पदस्य भगिनी वदतु. अरुण अरुणा भगिनी गतव्यतः न जानामि. गतः प्रत्ययपदं गतव्यतः इति, व्यतः इति तत्र पुल्लिङ्गे अस्ति. गतः व्यतः यस्य सः हा व्यतः इति, व्यतः इति पदं सामान्यतया तत्र कस्मिन् लिङ्गे भवति? पुंलिङ्गे एव भवति. व्यथा इति अकारान्तपदमस्ति, स्त्रीलिङ्गपदं. व्यथा व्यथा इति, तर्हि अत्र व्यथा इति स्त्रीलिङ्गपदमस्ति. अत्र गतव्यतः इति इदानीं पुल्लिङ्गे अस्ति. गता व्यथा यस्य सः हा यस्मात् सः गता व्यथा यस्मात् सः यस्मात् सः हा. इदानीं व्यथा इति पदं अत्र अत्र अत्र नियमः के इति वदतु एकवारम्. ओ व्यथा स्त्रीलिङ्गपदम् उत्तरपदं भवति, तत्र आकारस्थाने अकारः अश्वकारः आगच्छति. ह्रस्वकारः. अनन्तरं पूर्वपदं पूर्वपदमपि अश्वकारः भवति. ह्रस्वकारः ह्रस्वकरः भवति इति न वदामः. अत्र किम् अस्ति, गता इति पदं स्त्रीलिङ्गे अस्ति इदानीं. भाषितपुंसकलिङ्ग वा? हा, भाषितपुंसकपदमस्ति. अतः गता इति पदस्य त्रिषु लिङ्गेषु अपि रूपाणि भवन्ति खलु, गतः, गता, गतम् इति. अतः पुंवद्भावः भवति, पुल्लिङ्गवत् रूपं भवति समस्तपदे. अत्र विग्रहवाक्यमस्ति, गता, व्यता, यस्मात् सः. इदानीं समस्तपदे गता इति पदस्य पुंवद्भावः, पुंवद्भावं कृत्वा गत इति आगच्छति. नपुंसकलिङ्गे प्रातिपदिकं गत इति अस्ति, अतः पुंवद्भावं कृत्वा गत इति पदम्. उत्तरपदं व्यता इति अस्ति, व्यता इत्यस्य आकारस्य ह्रस्वत्वं भवति, अतः गतव्यत इति समस्तपदस्य प्रातिपदिकं गतव्यत. इदानीं पुल्लिङ्गे प्रथमविभक्तौ एकवचने गतव्यतः. अस्तु, अर्थः कः? तत् समानादिकरणबहुव्रीहि न? सत्यं, समानादिकरणबहुव्रीहि समासः. हा, अर्थः कः भगिनि? या पुरुषः शुद्धमनसः सात्विकः चतुरः अनापेक्षया उदासीनं भवति. कर्तव्यतः अर्थं न जानामि. अत्र अन्य कोऽपि वदतु. व्यर्थः न, व्यर्थं न भवति इति. तत्र बहून् विषये किञ्चित् अपकारः यः यः यस्मै कृतं, भगवत् विषये यः अपकारः कृतः सः एव गतव्यतः. भगिनि, एकस्मिन् श्लोके भगवान् वदति कः कीदृशभक्तः मां प्रिय अस्ति, अनपेक्षा शुचिदक्ष उदासीनो गतव्यतः सर्वारम्भपरित्यागे यो भक्तः समेत्यः. सर्वे विशेषणाः सन्ति भक्तस्य अनपेक्षया, यस्मिन् अपेक्षा आकाङ्क्षा नास्ति, यः शुचिर् अस्ति, यः शुद्धम् अस्ति, दक्ष, यः चतुर् अस्ति, उदासीनो अस्ति, कस्मिन् पक्षे तस्य आसक्तिः नास्ति, द्वै सर्व सदा तस्य समान स्थितिरस्ति, गतव्यथा यस्मिन् का व्यथा नास्ति, दुःखात्परि अस्ति, सर्वारम्भपरित्यागी, सर्वाणि कार्याणि तस्य आरम्भं भवति, तस्य मनसि कोऽपि अहङ्कारः नास्ति, सर्वारम्भपरित्यागी, ईदृश भक्तः मां प्रिय अस्ति. सत्यं सत्यं, समीचीनं भगिनि, तथैव अवगतं खलु. उदासीनः समस्तपदं नास्ति खलु? उदासीनः समस्तपदं नास्ति भगिनि. उत् आसीनः, उदासीनः. उत् इति उपसर्गपूर्वकः इति अस्ति वा इति वदति वा? न, अहं न समस्तपदं न मन्ये. हा, उदासीनः इति एव पदम्, उत् इति उपसर्गः प्रायः नास्ति. पश्यामि. अस्तु अस्तु, अग्रे विजया भगिनी वदति वा? आं भगिनि. हा, एकक्षणं भगिनि, एकक्षणम्. अत्र उत् इति उपसर्गपूर्वकः आस् धातुः, अनन्तरं शानज् इति प्रत्ययः, अनन्तरम् ईदास् इति अन्यः प्रत्ययः. तत्र प्रायः बहूनि कार्याणि सन्ति. उत् उपसर्गः अस्ति, उत् उपसर्गपूर्वकः आस् इति धातुः अपि अस्ति. अस्तु भगिनि, अग्रे. तत्र अनन्यचेताः सततं यो मां स्मरति नित्येशः तत्र अनन्य चेताः तत्र नन्दितत्पुरुषः आगच्छति, अनन्तरं बहुवीर्गी अपि अस्ति तत्र अन्यस्मिन् यस्य मनः न अस्ति इति यस्य मनः नास्ति इति बहुवीर्गी अस्ति, अनन्तरं तत्र न अन्ये चेताः इति तत्र नञ्चि तत्पुरुषः आगच्छति. न अत्र अत्र न अत्र प्रथमतया अत्र किमस्ति अनन्यचेताः इति अस्ति. अनन्यम् इति पदस्य तत्र विग्रहवाक्यं किम्? न अन्यः न अन्यस्मिन् अनन्यम् अन्यविषये. ओ अस्तु अस्तु अस्तु अनन्य न अन्ये अनन्य तत्र एतत् एतत्तु अजादिशब्दः सुबन्तपदम् अतः अन् इति उपयोगं कुर्मः अतः अनन्य न अन्य न समासः कः समासः कः अन्ये अनन्यचेताः इत्युक्ते कीदृशसमासः कीदृशसमासः तत्र द्वे विषयं द्वे समासः साध्यमस्ति तत्र बहुवीर्गी एकम् अनन्तरं रञ्जितपुरुषः अपि न न तत्र अनन्यम् इति पदम् इति स्वीकृत्य प्रथमं वदतु अनन्यम् इति पदस्य समासः कः अनन्यं चेतः यस् अनन्यं चेतः यस्य सः इति बहुवीर्गीरूपेण अनन्यचेतः अनन्यचेतः अनन्यचेतः यस्य सः इति बहुवीर्गीरूपेण आगच्छति. न प्रथमतया अनन्यम् इति पदस्य अत्र राजीभगिनी साहाय्यं करोतु. अनन्यम् इति पदस्य अविद्यमान अविद्यमानः अन्यः चेतः अन्यः यस्य सः पुनः वदतु. अविद्यमानम् अन्यं यत्तत् यत्तत् अविद्यमानम् अन्यं यत्तत् अविद्यमानम् अविद्यमानम् अन्यत् यस्मिन् अन्यत् अन्यत् यत् तत्त्व यः तत्त्व यस्मिन् तत् यस्मिन् तत् अविद्यमानम् अन्यत् यस्मिन् तत् अनन्य अनन्यम् इति अनन्य अत्र बहुव्रीहिसमासः. तदनन्तरम् एकवारं भगिनि अविद्यमानम् अविद्यमानं अविद्यमानम् अन्यत् अन्यत् यस्मिन् तत् चेतः तत्र नास्ति वा किं चेतः इति पदमस्ति परन्तु अनन्य एव नै नै बहुव्रीहि किल नै बहुव्रीहि अनन् अनन् चेतः अस्ति परन्तु समस्तपदम् अनन्यम् एव समस्तपदं न चेतः अपि अस्ति बहुव्रीहि समास्ति चेत् अत्र वस्तुतः तत्र त्रीणि पदानि सन्ति न इति अव्ययम् अन्यः अन्य अनन्तरं चेतः चेतः अनन्यम् इत्यस्य विग्रहवाक्यम् इदानीम् उक्तम्. इदानीम् अन्यचेत् अनन्यचेताः इत्यस्य विग्रहवाक्यं विग्रहवाक्यं अनन्यचेताः यस्य चेत् ते अनन्यचेताः येन ते न यस्य सह एव तत्र आगन्तव्यं खलु भगिनी चेताः इति पदं बहु बहुवचने अस्ति इति कारणात् तत्र ते इति आगच्छति किल भगिनि अत्र चेतस् इति प्रातिपदिकम् अस्ति खलु चेतस् सकारात् प्रातिपदिकं वा चेतस् सकारान्तपदं चेतस् इति प्रातिपदिकं सकारान्तपदम् चेताः इति बहु बहुवचने अस्ति. चेतश्चेत् आम् बहुवचने चेत् वेदसिव सकारान्त पुल्लिङ्गपदं सकारान्तपदम् अतः समस्तपदे अत्र चेतस् इति पदं तत्र वस्तुतः नपुंसकलिङ्गे एव अस्ति. चेतः चेतसि चेतांसि इति तादृशरूपाणि, परन्तु अत्र समस्तपदे पुल्लिङ्गे अस्ति. चेताः चेतसौ चेतसः चेत् ओ चेतसः नास्ति चेताः इति. अविद्यमानः अविद्यमानः चेतः यस्यतः न अनन्यचेतः एव अनन्य इति पदस्य अहं विग्रहवाक्यम् अभवत् अतः नाम अनन्यचेतः इति पदे अनन्यचेतः एकक्षणं एकक्षणं पश्यतु अत्र अत्र अत्र कथमस्ति इति चेत् अनन्यचेताः इत्युक्ते अन्यस्मिन् अन्यस्मिन् चेतः यस्य सः अन्यस्मिन् चेतः यस्य सः अन्यचेतः अन्यचेताः इति अत्र सकारान्तपदमस्ति. अन्यचेताः इति बहुवचने नास्ति, एकवचने एव अस्ति. यतोहि चेताः इति कथम् आगच्छति भगिनि? यथा वेदस् इति पदस्य पुल्लिङ्गे वेदाः इति अन्यस्मिन् चेतः यस्य सः अन्यचेताः इति बहुव्रीहि समासः. तदनन्तरं न अन्य एकक्षणं अन्यचेताः इति आगच्छति. न अन्यचेताः अनन्यचेताः इति नञ् तत्पुरुषसमासः अस्ति, परन्तु अत्र पुस्तके अस्माकम् उदाहरणं किं दत्तम् इत्युक्ते अनन्यम् इति पदं बहुव्रीहिसमासः अस्ति चेत् तत्र विग्रहवाक्यं कथं भवति इति एव अस्माकं पुस्तके उदाहरणम्. अतः एव अनन्यम् इति तत्र आवरणे दत्तमस्ति खलु अनन्यं. तर्हि अनन्यम् इति पदस्य बहुव्रीहिसमासः यथा अस्माभिः दृष्टम् अविद्यमानम् अन्यत् यस्मिन् तत् इति भवति, परन्तु अत्र अस्मिन् श्लोके अनन्यचेताः इति प्रथमम् अन्यचेताः इति समस्तपदं कुर्मः. अन्यस्मिन् चेतः यस्य सः अन्यचेताः इति पदम् इति समस्तपदम्. इदानीं न इति अव्ययं पूर्वम् अस्ति, अतः न अन्यचेताः अनन्यचेताः इति नञ् तत्पुरुषसमासः. पुनः वदतु भगिनि, अनन्यचेताः तत्पुरुष. हा, अत्र बहुव्रीहिसमासः अवगतः खलु? अन्यस्मिन् चेतः यस्य सः, तर्हि अनन्यचेताः इति अस्ति. अनन्तरम् अन्यचेताः इति समस्तपदमस्ति. इदानीं तत्र न अन्यचेताः अनन्यचेताः इति नञ् तत्पुरुषसमासः. अस्मिन् सहाय वदति न तद् किं समासः यस्मिन् तत् तत्तु तत्र यदि अत्र नञ् बहुव्रीहिसमासः अस्ति चेत् कथं भवति इति ततः एव अत्र आवरणे रूपं दत्तमस्ति. अनन्यम् इति पदमस्ति चेत् अत्र तु केवलम् अनन्यम् इति पदस्य विग्रहः किम् इति एव पृच्छति. तर्हि अविद्यमानम् अन्यत् यस्मिन् तत् इति एव बहुव्रीहि नञ् बहुव्रीहिसमासः तावदेव अत्र पृच्छति. परन्तु श्लोके कथम् अस्ति, वस्तुतः श्लोके कथम् अस्ति इति चेत् अनन्यचेताः इत्यस्य विग्रहं कथं भवति इति चेत् तत्र समासद्वयं वर्तते. एकः अस्ति बहुव्रीहिसमासः. प्रथमम् अन्यचेतस् तयोः समासं कुर्मः. तर्हि अन्यस्मिन् चेतः यस्य सः अन्यचेताः इति बहुव्रीहिसमासः. इदानीम् अनन्यचेताः इति अस्ति, तत्र नञ् अपि अस्ति आदौ, अतः न अन्यचेताः अनन्यचेताः इति नञ् तत्पुरुषसमासः. बहुव्रीहि गर्भ नञ् तत्पुरुष नञ् बहुव्रीहि न नञ् तत्पुरुषसमासस्य गर्भे बहुव्रीहिसमासः. अस्तु, तर्हि तत्र अर्थः किम् अस्ति चेत् तत्र यः कोऽपि चिन्तनं विना सदा सर्वकालं मम एव चिन्तनम् अस्ति चेत् सः योगी मां प्राप्नुहि मामेव प्राप्नोहि इति वा? अस्तु, समीचीनम्. इत्युक्ते अन्यस्मिन् विषये तस्य चिन्तनं नास्ति, केवलम् ईश्वरस्य विषये एव चिन्तयति. तादृशमनुषः मां प्राप्नोति. अस्तु, समीचीनम्. अग्रे पठति वा भगिनि? एकक्षणं महोदय वदतु. बालसुब्रह्मण्य महोदय. महोदय, बन्धनेन विमोचनम् इति वा बन्धनात् विमोचनम् इति वा उचितरूपं उचितविभक्तिः कः? बन्धनेन विमुक्तः. अत्र यथा उक्तम् उत्तरपदं तान्तरूपम् अस्ति चेत् पूर्वपदं तत्र तृतीयविभक्तिः एव स्वीकरोति. धन्यवादः. नित्यशः किं पदं, समस्तपदं वा? नित्यशः इति वा? नित्यशः पश्यामि एकक्षणम्. सदा इति अर्थः तत्र अव्ययम् इति अस्ति वा इति पश्यामि. अव्ययम् इति न भाति तत्पदं. तत्पदं समस्तपदम् इव न अव्ययम् अस्ति. नित्यश् इति अस्ति. नित्यश् इति तत्र समस अव्ययमेव. नित्यशः भाति. हा, नित्यशः. अस्तु, अग्रे अत्र विजयभगिनी समापयतु. किं विभक्ति नित्यशः? किं विभक्ति? अव्ययम् इति नित्यशः. नित्यशस् इति अस्ति. किं नित्य भगिनी उक्तवती खलु षष् इति प्रत्ययं खलु भगिनी? नित्य योग षष् इति प्रत्ययम् आगच्छति चेत् प्रत्ययः नास्ति. अव्ययमस्ति. नित्यशस् इति अव्ययमस्ति. सकारान्त अव्ययम्. अस्तु, अग्रे पठतु. नञ्चि तत्पुरुषसमासः अस्माभिः पूर्वत्र पाठे ज्ञातः. तत्र उत्तरपदार्थः प्रधानः, अत्र तु अन्यपदार्थः प्रधानः इति भेदः. विद्यमानसूत्रं भगिनि तत्र विसु इत्युक्ते विशिष्टसूक्तिः. विशिष्टसूत्रं विशिष्टसूचना. यदि सूचना अस्तु भगिनि, विशिष्टसूचना. धन्यवादः. विशिष्टसूचना यद्यपि बहुव्रीहिसमासस्य अन्येपि भेदाः सन्ति, तदापि संक्षेपदृष्ट्या तेषां विवरणं न कृतमिति बोध्यम्. पूर्वं वयं दृष्टवन्तः. धन्यवादः. अत्र अर्थः कः? नै तत्पुरुषसमासः अपि च नै बहुव्रीहि, तयोः भेदः. उत्तरपदार्थप्रधानः पूर्वं वयं दृष्टवन्तः. तत्र तु अन्यपदार्थः प्रधानः इति भेदः तत्र. अनन्तरं बहुव्रीहिसमासस्य अन्येपि भेदाः सन्ति, तदापि संक्षेपदृष्ट्या तेषां विवरणं न कृतम् इति बोध्यं. तत्र अन्यविशेषः तत्र किम् अस्ति इति संक्षिप्तरूप दृष्ट्या इत्युक्ते तत्र किञ्चित् सुलभरीत्या लघुरीत्या तत् तेषां विवरणं न तत्र कृतम् इति बोध्यम्. तर्हि इदानीम् अत्र पश्यामः किञ्चित् तत्र तस्मिन् अत्र नै तत्पुरुषसमासः अपि च नै बहुव्रीहिसमासः तयोः भेदः कः इति किञ्चित् चिन्तनं कुर्मः. यदि अत्र यदि अहं वदामि सः अधर्मः सः अधर्मः अस्ति इति वदामि, तर्हि अत्र राजीभगिनी वदतु अत्र सः अधर्मः अस्ति कीदृशसमासः. सः अधर्मः अस्ति बहुव्रीहिसमासः. कथं ज्ञातवती सः अधर्मः अस्ति इत्युक्ते क्रियया सह तत् पदम् अस्ति अस्ति इति कारणेन सः तत् तत् पदं किं पदं किं पदम् अधर्मः अस्ति अधर्मः क्रिया सह अर्थं बोधयति. अधर्मः इति पदं क्रिया सह अन्वेति वा. आम् सः क्रिया सः अधर्मः इत्युक्ते कः अधर्मः सः. आं भगिनि सः अधर्मः. तर्हि अधर्मः इति पदस्य प्राधान्यम् अस्ति वा कस्य पदस्य प्राधान्यं. प्राधान्यं सः इति पदस्य प्राधान्यम् एव. अधर्मः इति पदस्य प्राधान्यम् अस्ति. सः अधर्मः अधर्मः सः अधर्मः विशेष्यं सः विशेषणं. पुनः वदतु सः इति पदं विशेष्यं वा विशेषणं वा. सः इति विशेष सः विशेषणम् अधर्मः विशेष्यं भगिनि. पुनः चिन्तयतु. नो नो अधर्मः विशेषणं सः विशेष्यम् इत्युक्ते कीदृशः सः इति चेत् अधर्मः सः. आम् अधर्मः सः. तर्हि भवती उक्तवती अत्र अत्र इदानीं कस्य पदस्य अन्वयः अस्ति क्रियया सह. सः पदस्य हा सः पदस्य अन्वयः अस्ति अस्य क्रियया सह. अतः समान समानाधिकरण समानाधिकरण तत्पुरुषसमासः. तत् तत्पुरुषसमासः कथं न न तत्पुरुषमासः कर्मधारयसमासः भगिनि. न न न किञ्चित् मिश्रणं जातम् अत्र पश्यतु. सः अधर्मः अस्ति यथा भवती सर्वं सम्यक्तया उक्तवती. भवती उक्तवती सः इति पदं विशेष्यम् अस्ति अधर्मः इति पदं विशेषणम् अस्ति इति उक्तवती. तर्हि अत्र कस्य पदस्य प्राधान्यं सः इति पदस्य प्राधान्यं न तु अधर्मः इति पदस्य. तर्हि अधर्मः इति समस्तपदमस्ति सर्वं सम्यक्तया उक्तवती. तर्हि इदानीं कस्य पदस्य अन्वयः क्रियाया अधर्मः इति पदं पृथक्तया वयं स्वीकुर्मः तर्हि तत् तद् नै बहुव्रीहिसमासः अधर्मः इति पदं पृथक्तया. परन्तु किमर्थं नै बहुव्रीहि किमर्थं नै बहुव्रीहि तदेव प्रश्नः खलु. अधर्मः इत्युक्ते अविद्यमानः धर्मः यस्य सः किल. सम्यक् तत् सम्यक् विग्रहवाक्यं सम्यक् एव. परन्तु परन्तु प्रश्नः किमर्थम् अत्र न धर्मः इति तत्पुरुषसमासः किमर्थं न भवति इत्येव प्रश्नः. किमर्थं न भवति इत्युक्ते सः इति पदं सः इति विशेषपदं क्रियया सह अन्वयः भवति. हा सम्यक् सम्यक् तयोः पदयोः मध्ये सः अपि च अधर्मः तयोः पदयोः मध्ये सः इति पदस्य एव अन्वयः भवति क्रियया सह. सः सः सः अधर्मः अधर्मः इति पदस्य प्राधान्यं नास्ति सः इति पदस्य एव अन्वयः भवति. सः स अधर्मः इति पदं विशेषणम् अस्ति विशेष्यम् आश्रित्य तिष्ठति. अधर्मः इति केवलम् अधर्मः इति वदामः चेदपि प्रश्नः उदेति कः सः इति प्रश्नः उदेति. तर्हि कस्यचित् पुरुषः अस्ति कोऽपि पुरुषः अस्ति यः अधर्मः अस्ति अतः तत्र बहुव्रीहिसमासः इति अवगन्तुं शक्यते. इदानीम् अग्रे अत्र सः अधर्मं करोति इति अस्ति अत्र पुष्पभगिनी वदतु सः अधर्मं करोति. सः अधर्मं करोति तत्तु सः अधर्मं करोति तत्तु प्राधि प्राविशमासः अस्ति अत्र न भगिनि? एवं वा, एवं वा, कुत्र अस्ति प्रादिः? प्रादिः कुत्र अस्ति? उपसर्गः कुत्र अस्ति? अधर्म न न नै नैतत्पुरुष नैतत्पुरुषः सम्यक्तया उक्तवती, कथं ज्ञातवती? अत्र तत् कोऽपि अन्यस्य विषयं न वदति इति वदनेन नैतत्पुरुष किं सः अधर्मं बोधयति न तद् तद् वदनं न न अत्र प्रश्नः कथं ज्ञातवती तत्पुरुषसमासः इति, कथं ज्ञातवती तत्पुरुषसमासे किं भवति, कस्य पदस्य प्राधान्यम्? अत्र तत्तु कर्मपदम् अस्ति, तदेव कर्मपदमस्ति, धर्मं कर्मपदमस्ति. कोऽपि अत्र मेहुल् महोदय वदतु. अस्तु, अत्र सः अधर्मं करोति इत्यस्मिन् कारणे उत्तरपदस्य प्राधान्यं भवति. शृणोति भगिनि, अधर्मम् इति पदस्य क्रियायाः सह अन्वयः भवति, अतः तत्पुरुषसमासः नय तत्पुरुषसमासः न धर्मः इति अधर्मः. सः अधर्मं करोति इति चेत् धर्मम् अधर्मम् इति पदं करोति इति पदेन सह अन्वेति, अधर्मं करोति इति अस्ति. सः न धर्मं करोति, अधर्मं करोति, तर्हि अधर्मम् इति पदस्य, अत्र धर्मम् इति पदस्य एव अन्वयः अस्ति क्रियया सह, उत्तरपदस्य अन्वयः अस्ति इति कृत्वा तत्र नञ् तत्पुरुषसमासः. यत्र बहुव्रीहिसमासः अस्ति तत्र सर्वत्र विशेषणं भवति, बहुव्रीहिसमासः अन्यपदार्थस्य विशेषणं सर्वत्र भवति, अतः एव विशेषणं, यत्र विशेषणं भवति सः विशेष्यम् आश्रित्य तिष्ठति, विशेषणपदं सर्वदा विशेष्यम् आश्रित्य तिष्ठति, अतः एव अन्यपदार्थस्य प्राधान्यम् इति वदामः. अस्तु, स्पष्टमस्ति वा? अस्तु अस्तु, तर्हि अत्र स्थगयामः. कोऽपि प्रश्नः वा? अस्तु, धन्यवादः, नमस्कारः. धन्यवादः भगिनी, नमस्कारः. धन्यवादः भगिनी, धन्यवादः.